पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 77 वैशम्पायन उवाच प्रभवत्ययमाकाशे नित्यं द्विजवरप्रभो कोऽयं को वा प्रभावोऽस्य कुत्र जातो घृणीश्वरः किं करोति हि कार्यं वै यदो रश्मिमयो भृश्यं देवैर्मुनिवरैसिद्धैश्चारणैर्दैत्यराक्षसैः निखिलैर्मानुषैः पूज्य सदैव ब्राह्मणादिभिः व्यास उवाच परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिःसृतम् साक्षात् ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदं मयूखैर्निर्मलैकूडमदिचण्डं सुदुःसहं दृष्ट्वा प्रदुद्रुवुर्लोकाकरैश्चण्डैः प्रपीडिताः ततश्च सागराः सर्वे वरनद्यो नदादयः शुष्यन्ति जन्तवस्तत्र म्रियन्ते चादुरा जनाः अध शक्रादयो देवा ब्रह्माणं समुपागताः इममर्थं तदा प्रोजो देवांश्च विधिरब्रवीद आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकप्रभुः अयं रजोमयः साक्षात् सुधांशुस्तनुमध्यगः यदाभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः दिव्योपपादका देवा ये वात्रैव जरायुजाः अण्डजा स्वेदजाश्चैव ये वात्रैवोद्भिजादयः सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः अनेन रक्षिता लोका जनिताः पालिता ध्रुवम् अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणाद् यं च दृष्ट्वा प्यूषकाले पापराशि प्रलीयते तमाराध्यजनमोक्षं साधयन्ति द्विजादयः सन्ध्योपासनकाले तु विप्रा ब्रह्मविदः किल उद्भाकवो भवन्त्येव तेजदेवप्रपूजिताः अस्यैव मण्डलस्थां च देवीं सन्ध्यास्वरूपिणीं समुपास्य द्विजा सर्वे लभन्ते स्वर्गमोक्षकौ धरायां पदितोच्छिष्टाः पूदास्ते चास्य रश्मिभिः सन्ध्योपासनमात्रेण कल्मषात् पूततां व्रजेद दृष्ट्वा चाण्डालकं गोघ्नं पतितं कुष्ठसङ्गतम् महापादकसङ्कीर्णमुपपादकसंवृतां पश्यन्ति ये नराः सूरं ते पूदा गुरुकिल्बिषाद अस्योपासनमात्रेण सर्वरोगात् प्रमुच्यते नाधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम् लभते च इहामुत्र समुपास्य विरोचनम् अदृष्टा नैव लोकैश्च देवा हरिहरादयः ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः देवाहूचुः अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम् अस्यैव दर्शनं ब्रह्मन् प्रलयानलसम्मितं सर्वे नरादयसत्त्वा मृतावस्थां गदा भुवि अस्य तेजप्रभावेण प्रणष्टाः सागरादयः न समर्था वयं सोढुं कथमन्ये पृथग्जनाः तस्मात्तव प्रसादाच्च पूजयामो यथा रविं यजन्ति च नरभक्त्या तदुपायो विधीयताम् देवानां वचनं श्रुत्वा गदो ब्रह्म खगेश्वरं गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः ब्रह्मरूपधरसाक्षाद्दुष्प्रेक्ष्य प्रलयानलः सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम् उत्पत्तिप्रलयौ देवत्वमेको भुवनेश्वरः त्वदृदे सर्वलोकानां दिनैकं नास्ति जीवनं प्रभुस्त्वं सर्वलोकानां त्रादा गोप्ता पिता प्रसूः चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत् देवेषु त्वत्समो नास्ति भगवंस्त्वकिलेषु च सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगद् देवेषु त्वत्समो नास्ति भगवंस्त्वकिलेषु च सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगद् रूपगन्धाधिकारी त्वं रसानां स्वादुदा त्वया एवं विश्वेश्वरसूरो निखिलस्थितिकारकः तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो त्वमेकः प्रयदो हेतुः सर्वसाक्षी गुणाकरः सर्वज्ञः सर्वकर्ता च कर्ता पादा सदोत्सुकः द्वान्दपङ्कामयघ्नश्च दारिद्र्यदुःखनाशनः प्रेत्येह च परो बन्धुः सर्वज्ञः सर्वलोचनः त्वदृदे सर्वलोकानामुपकारी न विद्यते आदित्य उवाच पितामह महाप्राज्ञ विश्वेन्द्र विश्वभावक ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे ब्रह्मोवाच मयूखस्त्वतिचण्डश्च लोकानामदिदुःसहः यथैव मृतुतामेदि तथा कुरु सुरेश्वर आदित्य उवाच किरणा कोटिकोटिर्मे लोकनाशकराः पराः न चाभीष्टकरा लोके प्रयोगाच्चिन्तितान् प्रभो ततो विरिञ्चिनादूर्णं रविवाक्यवशाध्रुवम् आहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि चिच्छेद च रवेर्भानून् प्रलयानलसन्निभान् तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम् अमोकं यमदण्डं च शूलं पशुपतेस्तथा कालस्य च परखड्गशक्तिर्गुरुप्रमोदिनी चण्डिकायाः परं शस्त्रं विचित्रं शूलकं तथा चक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा सहस्रकिरणं शिष्टमन्यच्चैव प्रशादितम् अजनोपायभावेन पुनश्च कश्यपान्मुने अदितेर्गर्भसंजात आदित्य इति वै स्मृतः अयं चरदि विश्वान्ते मेरुशृङ्गं भ्रमत्यपि सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजने ग्रहाश्चन्द्रादयस्तत्र चरन्ति विधिनोदिताः सूरः सञ्चरदे मासाद्वादशद्वादशात्मकः सङ्क्रमादस्य सङ्क्रान्तिः सर्वैरेव प्रदीयते तासु यद्वा फलं भ्रूमो लोकानां निखिलं मुने धनुर्मिथुनमीनेषु कन्यायां षडशीतयः वृषवृच्छिककुम्भेषु सिंहे विष्णुपदी स्मृता तर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा षडशीतिसहस्राणि षडशीतौ फलं भवेद विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकम् विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं दादुर्वदामि सान्निध्यं सदा जन्म निजन्मनि शीदे तूलपडी दानान्न दुःखं जायते तनौ तुलादाने तल्पदाने द्वयोरेवाक्षयं फलम् सर्वोपकरणां शय्यां यो ददाति विमत्सरः वर्णमुख्याय विप्राय सराज पदवीं लभेद तथैवाग्निं जलं दत्त्वा नदीतीरे पदिप्रगे दत्त्वा च तैलताम्बूलमूर्व्या अधिपतिर्भवेद सत्यभावाद्विजं नत्वा धनी चाक्षयतां व्रजेद माके मास्यसिते पक्षे पञ्चदश्यामहर्मुखे पितृंस्तिल जलैरेव तर्पयित्वा क्षयो दिवि सुलक्षणां च गां दत्त्वा हेम शृङ्गां मणिप्रभाम् रौप्यखुरप्रदेशां च तथा कांस्य सुदोहनां येदां दत्त्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः दत्त्वान्नाभरणं राजा मण्डलेशो धनीश्वरः तिलधेनुं तु यो दद्याः सर्वोपस्करणान्विदां सप्तजन्मार्जितात् पापान्मुक्तो नाके क्षयो भवेद् भोज्यान्नं ब्राह्मणे दत्त्वा अक्षयं स्वर्गमश्नुते धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यद् यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुञ्चति यत्किञ्चिद्दीयते दानं स्वल्पं वा यदि वा बहु अक्षयं परलोकेषु युगाद्यासु तथैव च यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवः पुनादि सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ तृतीयामाकमासस्य सीता मन्वन्तरा स्मृता तस्यां यद्दीयते दानं सर्वमक्षयमुच्यते धनं भोग्यं तथा राज्यं नाकं कल्पान्तरस्थितं तस्माद्दानं सदा पूजा प्रेत्यानन्दफलप्रदा मन्वन्तरादु मा के स्यात् सप्तमी या शितीतरा तिथिपुण्यतमा प्रोक्ता पुराणैरभिरक्षिता माघमासे सिदे पक्षे सप्तमी कोडिभास्करा तामुपोष्य नरपुण्यां मुच्यते नात्र संशयः सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी अरुणोदयवेलायां तस्यां स्नानं महाफलम् यच्च तत्र कृतं पापं मया सप्तसु जन्मसु तन्मे रोगं च शोकं च भास्करी हन्तु सप्तमी जननी सर्वभूतानां सप्तमी सप्तसप्तिके सप्तम्यामुदिते देवि नमस्ते रविमण्डले अर्कपत्रं यवापुष्पं सुगन्धं वदरीफलं तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम् यज्ञसूत्रं स सिन्दूरं दत्त्वा चार्कं सुशोभनं सर्वपापं क्षयं याधि सप्तजन्मकृतं च यद नरकैपीड्यते तावद्रोगैः पापैश्च दुःखदैः अविष्यं भोजयेदन्नं शुद्धमातपतण्डुलैः वर्जयेच्च शिलाकृष्टं शृङ्गबेरुं तु शाककम् कोरदूषकपत्रं च रम्भाच्छागीकृतं तथा केशकीडादिकं वर्ज्यमुष्णोदस्नानमेव च अल्पबीजादिकं सर्वं व्रते सूर्यस्य वर्जयेद् अन्यच्च नाचरेत्तत्र धर्मचिन्तां विना व्रति सौरव्रतं महापुण्यं पुराणैरभिनन्दितम् वर्षकोटिसहस्राणि वर्षकोटिशतानि च आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम् एवं स्वर्गक्षया देव राजा भूमौ महाधनी मर्त्यलोके पुराभ्यासात् करोति भास्करव्रतं तदा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम् आरोग्यं सम्पदं जन्मी भास्करस्य प्रसादतः रविवारे भवेद्या च सप्तमी माघशुक्लके महाजये दिविख्यादा अन्यत्र विजया स्मृता विजया कोडिलक्षं स्यादनन्दं स्यान्महाजया तत्रैकेन व्रतेनैव मुच्यते जन्मबन्धनाद् अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकं ददादिभास्करप्रीत्या स्वर्गमर्त्यपतिक्रमाद् येषां भेदं प्रवक्ष्यामि शृणु विप्रयथार्थवद उत्तमाभरणैर्युक्तं सद्वाकं यो ददातिह समुद्रैः सप्तभिर्जुष्टां भूमिमेत्यारिवर्जितां लभेत् भवान्तरे मर्त्यमेकेनैकाधिपो भवेद् अश्वहीनं च पत्राङ्गं वृषभैर्वाप्यलङ्कृतं हेममाशं द्विमाशं वा दक्षिणाविहिता बुधैः रत्नभाण्डं महार्धं च हैमैरेव कृतं च यत् स्वर्णं वा केवलं दत्त्वा त्रिविष्टपधनेश्वरः रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति स्वर्गोर्व्योरीशदामेदि न तं लक्ष्मीर्विमुञ्चति अरोगी सुप्रसन्नात्मा दस्युजेदा प्रतापवान् यावत्प्रभासदे भानुस्तावत्पूज्यतमो हि सः माखादौ द्वादशीं मायां सप्तमीं कारयेत्सदु इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते अर्ताङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः पापात्पूद इहाभीष्टं सम्प्राप्य मुक्तिमाप्नुयाद लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे पुंनामधेयनक्षत्रे गृह्णीयात् सप्तमी व्रतं हस्तो मैत्रं तथा पुष्यश्रवो मृग पुनर्वसु पुंनामधेयनक्षत्राण्येतान्याहुर्मनीषिणः पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितं सप्तम्यामुपवासं च अष्टम्यां पारणं भवेद् अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा क्षीरं वाप्यशनं कृताक्तमिति च प्रोक्ताक्रमेण मुना कृत्वा वासरसप्तमीं दिनकृतप्राप्नोत्यभीष्टं फलम् अर्काग्रं ग्रामात् पूर्वोत्तरदिक् तार्कविडपस्य शाखाग्रस्थितं विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पादव्यं शुचिगोमयं भूमावपदिदं मध्याङ्गुष्ठाभ्यां परमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम् सुमरीचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्धैरस्पृष्टं सतोयं पादव्यं तोयं ब्रह्म पित्रङ्गुलीमूलप्रसरं पादव्यं फलं खर्जूरनारिकेलानामन्यतमं दन्धैरस्पृष्टं पादव्यम् कृदाक्तमिति चाहारं मयूर डिम्भपरिमाणं कृतमपि तत्परिणामम् आत्मनोद्विगुणां छायां यदा कुर्वीदभास्करः तदा नक्तं विजानीयान्ननक्तं निशिभोजनम् प्रथमं पूजयेद्देवं फलपुष्पादिमन्त्रकैः अन्नदानं तद कुर्यात् विद्युक्तपरिमाणकम् ततो ध्यानम् सर्वलक्षणसम्पूर्णं सर्वाभरणभूषितं द्विभुजं रक्तवर्णं च रक्तपङ्कजधृत्करम् तेजोबिम्बं बहुजलमध्यस्थं सपरिच्छदं पद्मासनगदं देवं रक्तगन्धानुलेपनम् आदित्यं चिन्तयेद्देवं पूजाकाले विशेषतः अथ मन्त्रच्छायम् भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नत्सूर्यप्रचोदयात् जप्य एष परप्रोक्तः सप्तम्यां विजयावहः करवीरैः करं जैश्च रक्तकुङ्कुमसन्निभैः पश्चाच्च पारणकार्या तथाष्टम्यां विशेषतः अष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं व्रते फलं न चाप्नोति नवम्यां पारणे कृते पारणं त्वपराह्णेदु कडुतिक्ताम्लवर्जितं तण्डुलम् शोधयेद्यत्ना तृणबीजादिकं त्यजेद मुग्गमाशतिलादीनि कृतं च परिवर्जयेत् ब्राह्मणान् भोजयेद्भक्त्या शक्रः क्षीरादिहव्यकैः यथा शक्ति अन्नपानैश्च व्यञ्जनैश्च निरामिषैः विप्रायदक्षिणां दद्याद्विभज्य चानुरूपदः इमामनन्दफलतां यः कुर्यात् सप्तमीं नरः सर्वपापप्रशमनीं धनपुत्रविवर्धनीं मासि मासि द्विजश्रेष्ठव्रतं कृत्वार्कतुष्टये यः कुर्यात् पारणं भक्त्या सूर्यलोकं स गच्छति कल्पकोटिं वसेत् स्वर्गे ततो यादि परां गतिम् इदमेव परं गुह्यं भाषितं शम्भुना पुरा श्रवणात् सततं तस्य व्रतस्य परिपालनाद श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे अर्काङ्गसप्तमी व्रतं नाम सप्तसप्ततितमोऽध्यायः ॐ